पद्मपुराणं खण्डं 5 पादालखण्डम् अध्यायं 109 शम्भुरुवाच अत्र ते कीर्तयिष्यामि कथां पापप्रणाशिनीं श्रुत्वा यां प्रापधर्मात्मा शिवभक्तिमनुत्तमाम् इक्ष्वाकुर्नाम विप्रेन्द्रो महाविद्यो महामतिः बहुशास्त्रप्रवीणश्च नीतिशास्त्रविशारदः न यष्टा न च दाता च न देवानां च पूजकः न चाध्यापयिता वेदं न व्याख्याता श्रुतस्य च न पुराणेतिहासानां श्रुतीनामागमस्य वा यत्नाद्धोक्ता तथा देहसंस्कारैकप्रवर्तकः तादृशस्य द्विजस्याध समालक्ष्यायुरत्यगाद लक्षान्तरे तथैकस्मिन् वत्सरे मासि पञ्चमे तृतीयदिवसे रात्र्यां पुराणं श्रुतवानिदं स्वसम्पादितवित्तस्य येन दानं न वै कृतं दिने दिने भुज्यमानं निःसारं स्यात्क्रमेण हि वर्षाण्येव च तावन्ति नरके पच्यते ध्रुवम् कृमियोनिसहस्रं च अनुभूय ततः परं दरिद्रो व्याधितो बन्धुर्दुष्टभार्यो बहुप्रजः दिने दिने भिक्षितेन याचितेन च जीवनं यन्न क्वापि च बीजानां मग्नानामधमार्गणाद लब्धेन जीवनं कर्म भृत्यानामधजीवनं मध्ये श्रोत्रविहीनश्च नेत्रहीनस्खलन्मलः एवं पुराणं श्रुत्वा सा वीक्ष्वाकुर्भृशदुःखितः मनसा चिन्तयच्चेदं स्मारं स्मारं द्विजाधमः रूपपुष्पैर्माहिष्मयी दुर्गापि फलवर्जिता तथा पुराणरहिता विद्यानो गतिदर्शनी बहुशास्त्रं समभ्यस्य बहुवेदान् स विस्तरान् पुंसो श्रुतपुराणस्य सम्यग्यादिनदर्शनम् शम्भुरुवाच एवं चिन्तयतस्तस्य अकालमरणं त्वभूद यमलोकं गदश्चाथ यमेन परिभाषितः यम उवाच अनेकपापयुक्तोऽसि पुण्यं नैव महत्तव न वेदाध्यापनात्प्राप्तम् पापं च विदितं तव कोटिवर्षाणि नरके तव स्थितिरिति द्विज आयुरस्ति तवात्यल्पं गम्यतां पौर्विकीं तनुं कुरु पुण्यं हिदं दानं देवतापूजनं जपं साङ्गम्यध्यापनं विप्रभोजनं भस्मधारणं भज विश्वेश्वरं देवं देवदेवमुपमापदिं तस्य प्रयत्नमात्रेण मम लोकं न गच्छसि यत्किञ्चित् प्रत्यहं पापिन् पुराणं शृणु सादरम् तदस्तच्छ्रवणादेव नेक्षसे मम यादनाः यमस्य वचनं श्रुत्वा ब्राह्मणस्वां ययौ तनुम् अधेश पूजनकृते यत्नमास्ताय सद्विजः अगमन्मुनिवर्यं तु जाबालिशिवपूजकम् तपःस्वाध्यायसम्पन्नं श्रुतिस्मृतिविवेचकम् पुराणतत्त्ववेत्तारं लक्षशिष्यः समावृतं शिराशिथिलसर्वाङ्गं वेदवेदाङ्गपारकं द्रष्टुकामो ययौ शैलं मन्दरं चारुकन्दरं नानाविहङ्गसम्पूर्णं नानापुष्पलतावृतं सर्वर्तु कुसुमोपेदम् नानागन्धोपशोभितं किन्नराणां च मिथुनैर्गीतपूर्णमहागुह्यम् अनेकरूपलावण्यवनितोषितपादपं लम्बमानविचित्राभिष्टाभिशोभितपादपं रतिश्रमप्रसुप्तानां बोधानादितषष्पदं कूजन्ति च पिखाकामं वियुक्तानां युजे किल नानामुनिगणाकीर्णं प्रशान्तमृगचारिणम् अप्सरोगणसङ्कीर्णं गन्धर्वगणसेवितम् नानासिद्धमुखोद्भूतगीतपूर्णवनान्तरं विचित्रफलसम्पूर्णं नानादेवालयान्वितं प्रसादशतसम्बाधं नानागृहसमन्वितं सिंहाननैर्गजमुखैरुलूकवदनैरधा अमुखैर्विमुखैरुग्रैरर्धवक्त्रैर्मृगीमुखैः रुरुजन्तुकगोधाहि वानरर्क्षमुखैरपि व्याघ्रवृच्छिकभल्लुष्ट्रश्वानगर्दभतुण्डकैः समस्तजीववदनसदृशास्यैर्गणेश्वरैः वल्लीमुखैर्वृक्षमुखैः शिलावक्त्रैरयोमुखैः शङ्खमुक्तादिजलजवदनैरुपशोभितम् अधिकाङ्गैरनङ्गैश्च जटिलैशिखिमुण्डितैः पत्रिवक्त्रैर्द्विषड्वक्त्रैस्त्रिविग्रहमुखैरपि खण्डास्यैशूर्पवदनकर्णपादमुखैरपि कण्ठामुखैर्वेणुमुखैकिङ्गिणीवदनैरपि यादृग्वस्तुजगत्यस्ति तादृशास्यैरयोमुखैः कैश्चिन्निभृतकन्दर्परूपलावण्यकोमलैः कोटिसूर्यप्रतीकाशैश्चन्द्रकोटिसमप्रभैः नानावर्णैर्विश्वमुखैर्विश्वरूपैश्चतुर्मुखैः द्विमुखै पञ्चवक्त्रैश्च त्रिमुखै षण्मुखैरपि एकानेकमुखै शान्तै सर्वदा सुखिभिर्युदं नानाभोगसमृद्धैश्च रदिकामसमैरपि लक्ष्मीनारायणमुखैरुमेशसमविग्रहैः नानारूपधरैश्चान्यै सेवितं मन्दराचलम् धेनवो यत्र वेदाश्च मीमांसावत्ससंयुताः धर्मादयः सवर्ष्माणः पुराणानि जकर्मणा स्मृतीतिहासजादानि आगमाश्च शरीरिणः स्थिताश्च मन्दरे यत्र सशैलः पापनाशनः तस्य मध्ये महापुण्यं पुरं परमशोभितम् वापि तडागोपवनप्रासादशदशोभितं सप्तप्राकारपरिखं रत्नाट्टालकसंयुतं गोपुरैर्नवभिर्युक्तं विचित्रगृहसंयुतं यस्य चाप्रतिमं तेज उष्णशीतादिवर्जितं तन्मध्ये नगरी पुण्या तन्मध्ये च सभाशुभा तस्यां भद्रासनं मध्ये वेदपादविचित्रितं सर्वोपनिषदा क्लृप्तं पादपीठं सुशोभनं पुराणान्यागमास्तस्य स्वस्तीति शिवपादयोः तत्रासीनो महायोगी गोक्षीरसदृशाकृतिः मन्दस्मितसुचार्वास्योद्व्यष्टवर्षवयाः प्रभुः दधान उरसामालां मणिरुद्राक्षकल्पितां बिभ्राण उपवीतं च कर्णिकारसमद्युदिः सुरत्नकुण्डलो देव किरीडकनकाम्बरः नानाभूषणसंयुक्तो नानागन्धविलेपनः वा मां कन्यस्तगिरिजो वीक्षमाणस्तदाननं मुग्धां च सुमुखीं बालां नवयौवनशोभितां भूषितां चारु सर्वाङ्गीं बिभ्रदीं कनकाम्बुजम् आलिङ्ग्य वामेन करेण देवीं दक्षेण तस्या मुखमुन्नमय्य स्पृष्ट्वा शिरो वामकरेण तस्या दक्षेण कुर्वं स्तिलकं च देवः भक्तिर्वीजयदे देवं प्रणवव्यजनेन च पूजा कान्तापि कुसुमैर्मालां देवाय बिभ्रति ज्ञप्तिर्विरक्तिर्वनिदे बिभ्रत्यौ योगचामरे समाधिकार्यकर्तास्य धारणा योषितस्य च यमाश्च नियमाश्चैव किङ्करास्तस्य कीर्तिताः प्राणायामः पुरोधास्तु प्रत्याहारः सुवर्णधृक ध्यानं च द्रविणाध्यक्षः सत्यं सेनापतिस्तथा ब्रह्मप्रभृति कीडान्ता पशवस्तत्पदिशिवः पशूनां पालको धर्मस्यादधर्मश्च तस्करः मायापाशेन ते बद्धा मोचिनी काशिका मृतिः नानाविधाश्च प्रमथा देवदेवमुमापदिं एतादृशमुमानाथं कोटि जन्तुरनुस्मरेद इष्ठान् भोगानवाप्याध शिवलोके महीयते ब्रह्मविष्णुमहेन्द्राद्यास्तत्पुरद्वारपालकाः लक्ष्मीसरस्वतीदेव्यौ देहल्याद्यर्चनेक्षितेः नियुक्ते देवदेवस्य देवाश्च सुरयोषितः दास्यो देवाः समस्ताश्च दासा यस्य महात्मनः एतादृशमहाशैलमिक्ष्वाकुसन्ददर्शः मुनिं प्रणम्य जाबालिमिदमाह वचस्तदा गन्धुकामो महाशैलं शक्तोऽस्यस्मिन्न वा मुने ममायुरल्पं कथितं यमेन ज्ञानिना पुरा नरकश्च बहुप्रोक्तः कथं श्रेयो भविष्यति जाबालिरुवाच मयापि सर्वमेदत्ते ज्ञातं दिव्येन चक्षुषा आयुर्दशदिनं ब्रह्मन् विद्वान्नपि न धर्मकृत न तपस्ते ह्यनभ्यासान्न च योगोल्पकालतः न दानं द्रविणाभावादसामर्त्या तथार्हणा न यज्ञो न व्रतं पूर्तं न च पुण्यमनायुषः न चाध्यापनतीर्थादिसेवाकालविरोधदः तस्मात्तत्पापनाशाय प्रायश्चित्तं न विद्यते गतिप्रदं तथा धर्मं गच्छ वा तिष्ठ वा मुने इक्ष्वाकुरुवाच यावज्जीवं प्रतिज्ञाय क्रियते यो वृषो द्विज तेन पाप परिहारो भविष्यति सुनिश्चितं तम्ब्रूहि येन धर्मेण मम पापं प्रणश्यति केन वा पुण्ययोगेन स्वर्गदिश्च भविष्यति शरणं भव विप्रर्षे नरकादधिबिभ्यदः सर्वधर्मफलं प्राहुः शरणागतपालनं जाबालिरुवाच सत्यं स्वल्पेन कालेन न तादृग्लभ्यते वृषः अमृते त्वनृते शक्यं वक्तुं स्वप्नान्तरेष्वपि रहस्यमेकं किञ्चित्तु यस्य कस्यापि नोच्यते इक्ष्वाकुरुवाच शरणं पालय मुने कालो मे निर्गमिष्यति जाबालिरुवाच मम प्राणाधिकं विप्ररहस्यं श्रुति चोदितं शिवलिङ्गार्चनं नाम ब्रह्मादिभिरनुष्ठितं समस्तपापशमनं सर्वोपद्रवनाशनं भुक्तिमुक्तिप्रदं तस्माच्छिवपूजां समाचर नादिक्रामेद्यदि मुने शिवलिङ्गार्चनं शुभम् यः शम्भुपूजां विच्छिन्द्यात्तेन छिन्नं हि मे शिरः वरं शूलविनिक्षेपो वरं शाल्मलिकर्षणं वरं प्राणपरित्यागो नैव पूजाव्यतिक्रमः वरं वह्निप्रपतनं वरं चाधशिरकृतं वरं स्वमलभुक्तिर्वा नेशपूजाव्यतिक्रमः अपूजयित्वा चेशानं यो हि भुङ्क्ते नराधमः पापानामन्नरूपाणां तस्य भोजनमुच्यते अनुच्चार्यपदं शम्भोर्भुङ्क्ते यदि जखादति शिवेदि मङ्गलं नाम यस्य वाचि प्रवर्तते भस्मी भवन्ति तस्याशु महापादककोटयः शिवं प्रदक्षिणीकृत्य यो नमस्यदि मानवः भूमे प्रदक्षिणं कृत्वा यत्तत्पुण्यमवाप्नुयाद प्रदक्षिणत्रयं कृत्वा नमस्कारं च पञ्चधा पुनः प्रदक्षिणं कृत्वा नत्वा मुच्येदपादकैः सर्ववाद्यानि ह्यः कुर्यात् कारयेद्वा शिवालये बलेन महदायुक्तो वेदसेव्यत्र जायते श्रावयेद्य पुराणानि देवदेवं त्रिलोचनं सर्वपापविनिर्मुक्तो वसेच्छिवपुरे कृती तं नित्यमादरेणेशो वक्त्रिवाक्यं प्रियं सदा एतत्सङ्क्षेपदप्रोक्तमीशपूजनमुत्तमम् अल्पायुश्च भवान्विप्र शिवपूजनमाचर। त्रिकालं वा द्विकालं वा एककालमधापि वा यामं यामार्थमथवा शिवपूजनमाचर। वानप्रस्थाश्रमो भूत्वा वानप्रस्थकृदाश्रयः वानप्रस्थप्रसूनैश्च प्रातपूजय शङ्करम्। श्रीफलैषदपत्रैश्च पद्मसौगन्धिकैरपि नीपैर्जपाभिपुन्नागैकरवीरैश्च पाडलैः तुलस्याज रविदलैरपराजितया तथा अपामार्गदलैरुद्रजडादमनकेन च सर्वैरेभिः समफलैर्बिल्वपत्रैश्च धूर्तकैः द्रोणै शिरीषै शक्रैश्च दूर्वया कोरकैरपि नन्द्यावर्तैरक्षतैश्च तिलमिश्रैश्च केवलैः अन्यैरपि यथा शक्तिप्रादः सम्पूजयेच्छिवम्। कर्णिकारैश्च सौवर्णर्दुवर्ययापि शिवार्चनम्। मुकुलैर्नार्चयेद्देवं चम्पकैर्जलजं विना जलजानां च सर्वेषां पत्राणामक्षतस्य च कुशपुष्पस्य रचद सुवर्णकृतयोरपि अन्यत्कृत्वा यथा यत्तु तैलपक्वं भवेन्नृप न तत्पर्युषिदं प्रोक्तं मापूपादि गमिष्यति। उक्षिदं यद्फलायुक्तं तैलक्षाराम्लजीरकैः जले तत्प्रोक्षिदं मूलफलशाकादिकं नृप न च पर्युषिदं प्रोक्तं गङ्गातोयं स सागरम्। महानदीजलं सर्वं केदारजलमेव च ह्रदरूपेण यत्तीर्थं कूपतीर्थेन राघव। तडागवापीसरसां कूपेनापां च यद्भवेद् तत्तीर्थतोयं सर्वं च न च पर्युषितं भवेद्। न रात्रौ जलमाहार्यं दिवा सम्पादयेज्जलम् ससैकदं तथा धार्यं न च पर्युषितं हि तद्। एवं विदित्वा पूजां त्वं शिवलिङ्गे समाचर। शम्भुरुवाच एवमुक्तोऽथ मुनिना इक्ष्वाकुर्ब्राह्मणप्रियः शिवपूजापरो भूत्वा दिनाष्टकमधिष्ठत। नवमेधदिने प्राप्ते प्रातःकाले कृतार्चनः। मरणावसरे प्राप्ते शिवपूजां विधाय सः स्वान् प्राणानुपहाराय तत्याजैव महेशिदुः। मृतं तमथ विज्ञाय यमदूताः समागताः यमलोकप्रापकाये यदमास्ताय तस्थिरे। शैवाश्चापि समायादा दूदा वह्निमुखादयः तेषा मन्योन्यवादोऽभून्मामको मामकस्त्विति। अथ याम पाशपाणिशिवदूतमधार्थयद। अध वह्निमुदक्रुद्धो यमदूदशतं तदः। महाकायस्तथा भूत्वा गृहीत्वा चकरेण तद् शिरांसि च तथैकेनापीड्यचिच्छेदशष्पवद। मारयित्वा ततो दूदानादायेक्ष्वागुमभ्यगाद। निवेदयामास च दं वीरभद्राय धीमते। स चापि शङ्करायाधत्तं प्राह च महेश्वरः त्वय्याष्टदिनपूजैव कृता कृष्णादिने दिने त्वमनिन्दः पुरा मां च लिङ्गं शिश्नाग्रमित्युद तेनैव पापयोगेन शिश्नवक्त्रो भविष्यसि शिश्नाग्रे विवरं चक्रं जिह्वानासादिवर्जितः पूर्वं मन्नाम वक्तृत्वाद्वक्ता चापि भविष्यसि अधेश वचनात्सोऽपि तद्धा भूतो भवत्क्षणाद् शम्भुरुवाच य इदं शृणुयान्नित्यं पुराणाख्यानमुत्तमं विमुक्तपापबन्धश्च शिवभक्तो भविष्यति स यादि च शिवस्थाने वक्ता चापि तथा भवेद् यश्च वक्ति कथामेनां हरेण सदृशो भवेद् उक्त्वा कथामिमां पूर्वमधीरो नाम भूमिपः स्वर्गं स गतवान् राजा कृतपापोध भार्यया इति श्रीपद्मपुराणे पादालखण्डे शिवराघवसंवादे विभूतिमाहात्म्येन नवोत्तरशततमोऽध्यायः ॐ